नमस्कारः. पाणिनीयव्याकरणवर्गे लुट् लकारः द्वितीयभागः इति पाठः. पवर्गान्तदातवः इति आरम्भं कृतवन्तः गतसप्ताहे. तत्र एकाच् पकारान्तदातवः, त्रयोदश दातवः, ते सर्वे अनिटः इति. तत्र तु सामान्यकार्यमेव, करीच इत्यनेन तप्ता वप्ता इति रूपम्. त्रयोदशेषु दश सामान्यपकारान्तदातवः इत्युक्ते त्रयः अवशिष्टाः किल, ते तु ऋदुपददातवः. तत्र विशिष्टकार्यम् अस्ति, तस्य विषये एव अत्र चिन्तनम् अस्ति. तृप् दृप् सृप् इति त्रातवः, अनुदातः, अनन्तरं ऋतुपदः, ऋतुपदाः इति. तत्र अनुदातत्वस्य वैशिष्ट्यं किम् इति उक्तमासीत्, तद्वयं गतपाठे किञ्चित् दृष्टवन्तः. तत्र सूत्रद्वयम्, एकाच् उपदेशे अनुदात्तात् इति एकं सूत्रम्, अनन्तरम् अनुदात्तस्य च चर्दुपदस्य अन्यतरस्यां च ऋदुपदस्य अन्यतरस्याम् इति सूत्रद्वयमस्ति. येन अनुदात्तः इत्यस्मिन् विषये उक्तम् अस्ति. तत्र एव एकं चिन्तनम् आसीत्, तत् पाणिनिः तस्य मूलपाठे कुत्रापि धातुः सेट् वेट् अनिट् इति न उक्तवान्, परन्तु अनुदात्तः उदात्तः इत्येव उक्तवान् आसीत्. अनुदात्तः इत्यनेन एव वयं धातोः विषये निर्णेतुं शक्नुमः इति. तत्र आसीत् तत् बोध्यं यत् अष्टाध्याय्यां केवलम् इट् शब्दः लभ्यते. सेट् अनिट् वेट् इति एते त्रयः शब्दाः अष्टाध्याय्यां न लभ्यन्ते. तर्हि इट् इति संज्ञा लभ्यते, अपि च अनुदात्तः इत्यपि लभ्यते इत्यपि लभ्यते. सौकर्यार्थं सेट् अनिट् वेट् इति वदामः, परन्तु मूलसंज्ञा अस्ति अनुदात्तः इति. तत् प्राप्तं वा तद्वाक्यम्? द्वितीयकरपत्रे आम् आम् बोध्यं यथाश्चात्रयं केवलं शब्दः लभ्यते. आम् समीचीनं खलु. पठितुं शक्यते वा भगिनि? हा पठामः, तद् तदेव अद्य विषयः. किञ्चित् आरम्भ परिचयरूपेण उक्तवती, तस्मात् एव पठनम् आवश्यकम्. अतः सो तृप् दृप् सृप् धातोः विषये कुत्र इति वदामि. तृप् दृप् सृप् एते त्रयः धातवः, अनुदात्तः च ऋदुपदाः इति अस्ति खलु. भगिनी उषा भगिनी भवती एव पठतु, महोदयेन गत सप्ताहे पठितवान्. अस्तु अस्तु भगिनि, धन्यवादः. तृप् दृप् सृप् एते त्रयः धातवः, अनुदात्ताः च ऋद् उपदाः. तृप् दृप् सृप् एते त्रयः धातवः, अनुदात्ताः च ऋदुपदाः च इत्यतः विकल्पेन तेषाम् अम् आगमः भवति. अधः सूत्रद्वयं दृश्यताम्. एकाच उपदेशे अनुदात्तात्, यः औपदेशिकधातुः एकाच् अपि अनुदात्तः अपि अस्ति, तस्मात् विहितस्य प्रत्ययस्य इडागमः न भवति. औपदेशिकधातोः एकाच् अस्ति, अनुदात्तः अस्ति चेत्, एकाच् अपि अनुदात्तः अपि अस्ति चेत् इडागमः न भवति. अनुदात्तस्य चर्द् उपदस्य अन्यतरस्य, उपदेशे अनुदात्तः यः ऋद् उपदः, तस्य अम् आगमः विकल्पेन भवति झलादौ अकिति प्रत्यये परे. तृप् दृप् सृप् मृष् स्पृश् कृष् द्वादि अपि चतुर्दादि च इति सप्तधातवः, अनुदाताः च ऋद् उपदाः. ऋद् उपधायां यस्य सः ऋद् उपदः बहुव्रीहिः, तस्य ऋद् उपदस्य. अनुदात्तस्य षष्ट्यन्तं च अव्ययपदम्. ऋद् उपदस्य षष्ट्यन्तं, ऋद् उपदस्य षष्ट्यन्तम् अन्यतरस्यां सप्तम्यन्तम् अनेकपदमिदं सूत्रम्. आदेश उपदेशे अशिति इत्यस्मात् उपदेशे इत्यस्य अनुवृत्तिः. सृजीदृशोर्झल्यमकिति इत्यस्मात् झलि अम् अकिति इत्येतेषाम् अनुवृत्तिः. अनुवृत्तिसहितसूत्रम् उपदेशे अनुदात्तस्य हृद् उपदस्य अनुदात्तस्य हृद् उपदस्य अम् आगमः भवति. झलि अकिति अन्यतरस्याम् अस्तु भगिनि. सुजीदृशो जल्यम् अकिति वयं जानीमः. तस्मात् अम् अपि च अकिति अपि च जलि, सो जलि प्रत्ययः परः अस्ति, अकिति अपि. अत्र अनुग अम् इति आगमः भवति. धातोः यस्य धातोः अनुदात्तः भवति तत् धातोः कृते, अपि च रुद् उपदः भवेत् तेषां कृते अम् आगमः भवति. उपदेशे अनुदात्तस्य रुद् उपदस्य अस्तु. अपि च वयं जानीमः एकाच् उपदेशे अनुदात्तात् इति. तत्तु सामान्यमस्ति, एतत्तु किञ्चित् विशिष्टमस्ति. अस्तु, तत्तु 7 to 10 अस्ति, एतत्तु 6 to 151. आदेश उपदेशे अशीति अधः. उपदेशे इति आम् उपदेश अवस्थायाम् अनुदातः आवश्यकम् इत्यनेन 6 to 149. ओके अग्रे भगिनि. सृप् सृप् स्पृश्य मृश्य कृश् इति एते चत्वारः धातवः अनिटः. सृप् स्पृश्य मृश्य कृश् इत्येते चत्वारः धातवः अनिटः. तृप् दृप् इत्येतौ द्वौ धातु वेटौ. तृप् दृप् इत्येतौ द्वौ धातु वेटौ. तृप् दृप् इत्येतौ द्वौ धातु तौ एव यौ अनिट् हलन्त धातुपाठे उक्तौ. तृप् प्रीणने दिवादिगणे परस्मैपति तृप्यति. दृप् हर्षमोहनयोः दिवादिगणे परस्मैपति दृप्यति. तर्हि कथम् अत्र वेट् धातुषु अपि पठितौ? वेट् ओ तृप् अण्ड् दृप्. ओके ओके. सृप् स्पृश्य मृश् कृश् इत्येते चत्वारः धातवः अनिटः. केवलं दृप् तृप् विषये एव चिन्तनं पूर्णतया अस्ति अस्मिन् करपत्रे. इत्युक्ते आदौ केवलं तस्मिन् विषये एव, तत्र एव एतद् प्रसज्य प्रतिषेधः पर्युदास सर्वम् आगच्छति. अतः वयम् आरम्भतः पुनः पठामः. भवती पठतु, अनन्तरम् अहं मध्ये वयं प्रसज्य प्रतिषेधं गत्वा पुनः अत्र एव आगच्छामः. तृप् दृप् इत्येतौ पठितवान्. तृप् दृप् इत्येतौ द्वौ द्वातौ. ओके. अनुदातौ अनुदात्तः नाम कः, अपि च कथं जानीमः के के धातवः अनुदाताः? अनुदातः धातोः एका संज्ञा. अत्र पाणिनिना प्रसङ्गवशात् द्वयोः सूत्रयोः अस्याः संज्ञायाः उपयोगः कृतः. एकाच् उपदेशे अनुदात्तात्, अपि च अनुदात्तस्य चर्द् उपदस्य अन्यतरस्याम्. तर्हि अनुदात्तः इति संज्ञा उपयुज्यते अष्टाध्याय्यां, किन्तु अस्मिन् ग्रन्थे के के धातवः अनुदाताः इति न उक्तम्. प्रायः पाणिनेः धातुपाठे दत्तं स्यात्, परन्तु तादृशग्रन्थः आधुनिकयुगे लुप्तः. तर्हि सूत्रद्वयस्य दर्शनेन प्रकटम् अस्ति यत् अस्याः संज्ञायाः महत्त्वम् अस्ति. अधुना किं प्रमाणं कस्य कस्य धातोः अनुदात्तसंज्ञा? अस्तु भगिनि, भवती तथा इदानीमेव उक्तवती, लैक् पाणिनेः उपदेशे उक्तं धातुः उदात्तः वा अनुदात्तः वा इति उक्तं, परन्तु अनिट् सेट् इति न दत्तम्. कथं वयं जानीमः इति चेत् सूत्रद्वयोः एकाच् उपदेशे अनुदात्तात् अपि च अनुदात्तस्य चर्द् उपदस्य इति उपदस्य अन्यतरस्याम् इति सूत्र सूत्रद्वयम् अस्ति तत् ओके तर्हि अनुदात्तः इति संज्ञा उपयुज्यते अष्टाध्याय्यां किन्तु अस्मिन् ग्रन्थे के के धातवः अनुदात्ताः इति न उक्तम् तद् स्वरसंज्ञा लुप्ता खलु स्वरसंज्ञा लुप्ता अतः आधुनिककाले वयं न जानीमः यत् उदात्तः वा अनुदात्तः वा इति यतोहि वयं न उच्चारण तादृशं नास्ति अभ्यासः नास्ति अस्माकं समीचीनं महोदय. अत्र अत्र दत्तमस्ति अनुदात्तः धातोः एकसंज्ञा इति उक्तं खलु तत् स्वरस्य संज्ञा खलु तत्र अनुदात्तः इति स्वरस्य संज्ञा खलु तत्र कुत्र अनुदात्त इति धातु इति न उक्तं खलु स्वरस्य एव आं सत्यम् अनुदात्तः धातोः एका संज्ञा स्वरस्य एव उदात्त अनुदात्त स्वरित इति स्वरस्य संज्ञा एव उच्चे उदात्त नीचे तत्र आम् आम् आं सत्यं धातोः इति न स्वरस्य इति प्रायः सः स्वरः इति इष्टवान् धातोः इति लिखितवान् स्वरस्य एव सो तृप तृप विद् अनुदाता नाट् अनुदाता अत्र हौ डु बि से दट् उच्चारणं वा न न तृप विद् बिन्दु अत्र तृप तृप तृप नासिकया नासिकया अस्तु तत् इतोपि एकः परिच्छेदः पठतु भगिनी अनन्तरम् अरुणा भगिनी पठेत् महाभाष्ये दीयते महाभाष्ये दीयते यत् हलन्तधातुषु अनडन्तु एकशत अधिक एकशत न द्विशतं एक द्वि अधिक एक एकशतं धातवः एकशतं धातवः अनुधाताः अस्तु अपि च एवमपि दीयते यत् अजन्तेषु द्वादश अपि च सर्वे ऊकारान्ताः च ऋकारान्ताः च सेटः तान् विहाय सर्वे अजन्ताः अनिटः दीयते यत् अजन्तेषु ट्वेल्व् अपि च सर्वे ऊकारान्ताः ऋकारान्ताः च सेटः तान् विहाय सर्वे अजन्ताः अनिटः तत्र एकाच उपदेशे अनुदात्तात् इति सामान्यसूत्रेण यः धातुः एकाच च अनुदातः च तस्मात् विहितस्य प्रत्ययस्य इडागमः न भवति अस्तु एकाच अपि च अनुदात् परन्तु त्रिभिः सूत्रैः विकल्पेन इडागमः विधीयते येभिः त्रिभिः सूत्रैः धातुभ्यः इडागमः वा भवति तेषु धातुषु केवलं द्वौ धातु अनुदात्तौ अपि च तृप् दृप् ओके वेट् धातवः त्रिभिः सूत्रैः उक्तं परन्तु तत् धातोः मध्ये द्वौ एव अनुदात्तौ तृप् दृप् ते येषाम् इडागमः वा भवति तेषु तृप् दृप् इति धातु विहाय अवशिष्टधातवः सर्वे सेट् इति क्षेत्रात् स्वीकृताः अस्तु येषाम् इडागमः वा भवति विकल्पेन ओके तेषु तृप् दृप् इति धातु विहाय अवशिष्टधातवः सर्वे सेट् इति क्षेत्रात् स्वीकृताः ओके अस्तु भगिनि अनिक्षेत्रात् द्वयमेव स्वीकृतं येन विकल्पेन भवति तृप् दृप् अन्ये धातवः सेट् सेट् तदपि वेट् भवति इदानीम् एतद् द्वयमेव अनुदात्तौ अनितौ अतः इदानीं विशिष्टसूत्रेण वेतौ अपि. अस्तु अस्तु, धन्यवादः भगिनी. अरुणा भगिनी पठति वा? श्रूयते वा? आम्. येषु चतुर्षु सूत्रेषु एकमस्ति रदादिभ्यश्च, सप्तमाध्याये द्वितीयपादे पञ्च चत्वारिंशत् सूत्रम्. येन विशिष्टसूत्रेण रद् नश् तृप् तृप् तृष्णु इत्येभ्यः धातुभ्यः बालादि अर्धधातुक अर्धधातुकस्य इदागमः विकल्पेन भवति. एवञ्च रदादिभ्यश्च इति सूत्रम् एकाच उपदेशे अरुदातः इति सामान्यसूत्रस्य अपवादः. एकाच उपदेशे अरुदात्तात् इति सामान्यसूत्रेण इदागमनिषेधः भवति स्म, तदा रदादिभ्यश्च इत्यनेन विकल्पेन विधीयते. त्रीणि अपि वेट् विधायकसूत्राणि. इडागमनिषेध अपवादः वा इडागम विधान अपवादः वा भवन्ति. तृप् दृप् स्वीकृत्य इडागमनिषेध अपवादाः. अन्यानि वेट् धातून् स्वीकृत्य इडागमविधान अपवादाः. अत्र नूतनसूत्रमपि दत्तं रदादिभ्यश्च इति सूत्रं. सूत्रं विशिष्टसूत्रमस्ति. अत्र रद् नश् तृप् दृप् दृह् मुह् स्नुक् स्निह् इत्येभ्यः धातुभ्यः वलादि आदिधातुकप्रत्यये परे इदागमविकल्पेन भवति. सूत्रमस्ति रदादिभ्यश्च इति सूत्रम् एकाच् उपदेशे अनुदात्तात् इति सूत्रस्य अपवादः. एकाच उपदेशे अनुदात्त इति सूत्रं सामान्यसूत्रमस्ति. विशिष्टसूत्रमस्ति रदादिभ्यश्च, ततः सूत्रम् एकाच उपदेशे अनुदात्तात् इत्यस्य अपवादसूत्रमस्ति. ओके, तदा रदादिभ्यश्च इति न विकल्प त्रीणि अपि वेट् विधायकसूत्राणि. प्रथमं एकाच् उपदेश दात्वा एकसूत्रं, द्वितीयमस्ति अनुदात्तस्य चरुदपदाद्यान्तरस्य रदादिभ्यस्य. त्रीणि सूत्राणि वेट् सूत्राणि इति अत्र दत्तम्. न न न, एकाच् उपदेशे अनुदात्तात् इत्यनेन वेट् न भवति खलु? किम् उक्तमत्र? एकाच् उपदेशे अनुदात्तात् इति सामान्यसूत्रस्य क्षम्यताम्, रदादिभ्यश्च इति एकाच् उपदेशे अनुदात्तात् इति सामान्यसूत्रस्य अपवादः. समीचीनम्. एकाच् उपदेशे अनुदात्तात् इति सामान्यसूत्रेण इदागमनिषेधः भवति स्म, परन्तु रदादिभ्यश्च इत्यनेन तद् विकल्पेन विधीयते. सो तत्र यदा तृप् धातुः अस्ति, एकाच् उपदेशे अनुदात्तात्यनेन तत्र निषेधः भवति स्म, परन्तु रदादिभ्यश्च अत्र आगत्य किं वदति? विकल्पेन इडागमः भवति इति वदति. तत्र अग्रिमपङ्क्तिं पठतु भगिनि. त्रीणि अपि वेट् विधायकसूत्राणि इदागमनिषेध अपवादाः वा इदागमविधान अपवादः वा भवति. वेट् विधायकसूत्राणि अपि त्रीणि अपि इदागमनिषेधस्य अपवादः भवति यदा इदानीं रदादिभ्यश्च इति इडागमनिषेध अपवादः अथवा इडागमविधान अपवादः वेट् भवति खलु, अतः इडागमविधानस्य अपवादः वा भवति. स्वीकृत्य इडागमनिषेध अपवादः. अन्यानपि वेट् धातूनां स्वीकृत्य इडागमविधान अपवादः पश्यामः इति अस्ति. अग्रे भगिनी अग्रिमपरिच्छेदं बोध्यं यत् बोध्यं यत् अष्टाध्यायं केवलम् शब्दः लभ्यते. सेट् अनिट् वेट् इत्येते त्रयः शब्दाः अष्टाध्यायं न लभ्यते लभ्यन्ते. तर्हि इट् इति संज्ञा लभ्यते अपि च अनुदात्ता इत्यपि लभ्यते. सौकर्यार्थं सेट् अनिट् वेट् इति वदामः, परन्तु मूलसंज्ञा अस्ति अनुदात्तः. तदेव भगिनी पठितवती धातुपाठे केवलम् इट् शब्दः अस्ति, परन्तु सेट् अनिट् वेट् इति शब्दः नास्ति. इति संज्ञा भवति, अन्यदात इति अपि लभ्यते. सौकर्यार्थविषये सेट् अनिट् वेट् इति इति स्वीकृतवन्तः. समीचीनं भगिनी, सम्यक्, धन्यवादः. विजया भगिनी पठति वा अतः? नमस्कारः महोदय. अतः अष्टाध्यायाः च महाभाष्यस्य च पठनेन धातुस्वभावप्रसङ्गे किं जानीमः? महाभाष्यात् जानीमः के धातवः अनुदाताः. अतः स्वभावतः मूलतः धातुः अनुदातः अस्ति न वा इति जानीमः. न तु सेट् अनीट् वेट् धातुः अनुदातः चेत् एकाच उपदेश अनुदात्तात् इति सूत्रेण सामान्यतया तस्मात् धातुतः इडागमः न भवति. नाम स च धातुः अनीट् इति वदामः, अपि च अनुदातः नास्ति चेत् उदातः नाम धातुतः इडागमः विधीयते. धातुः सेट् एवञ्च महाभाष्यस्य द्वारे के धातवः अनुदाताः के च उदात्ताः च इति ज्ञायते. तदा अष्टाध्याय्यां त्रिभिः सूत्रैः केभ्यः धातुभ्यः इडागमः विकल्पेन विधीयते, नाम के धातवः वेटः इति ज्ञायते. इदानीमेव भवत्या उक्तम् अत्र सेट् अनिट् वेट् इति अस्ति. अत्र एका च उपदेश अनुदात्तात् इति अस्य एतत् सामान्यसूत्रस्य अपवादः भवति. अत्र ईडागमस्य चिन्तनं नास्ति एव. इदानीमत्र यः धातुः अनीट् अस्ति चेत् अत्र ईडागमः न भवति इति वयं जानीमः. अनुदात्तः नास्ति चेत् अत्र अनुदातः अस्ति चेत् इडागमः नास्ति. उदातः अस्ति चेत् अत्र इडागमस्य चिन्तनं भवति एव. महाभाष्यस्य द्वारा के अत्र धातवः अनुदाताः उदाताः इति अपि ज्ञातुं शक्यते. इदानीमत्र अष्टाध्याय्यां त्रिभिः सूत्रैः केभ्यः धातुभ्यः इडागमः विकल्पेन विधीयते इति वयं जानीमः एव. अत्र आर्धधातुकस्य बलादेः इत्यनेन इडागमस्य चिन्तनं, एका च उपदेश अनुदात्तात् इत्यनेन अत्र अनुदातः भवति, अतः ईडागमस्य चिन्तनं नास्ति एव. अनन्तरम् अत्र नेड् वशीकृति इत्यनेन वशधातुः अस्ति चेत् अत्र एतदपि ईडागमस्य निषेधकसूत्रमस्ति. अत्र त्रिभिः इति दत्तं खलु महोदय? अत्र एतत् तस्य विषये वदति, रदादिभ्यश्च अनुदातस्य रदादिभ्यश्च इत्यनेन विकल्पेन भवति इति. अस्तु महोदय. अनन्तरं तद् अनुदातस्य च रूपदस्य तस्य विषये वदति. अग्रिमपरिचये एतत् त्रिभिः त्रिभिः इति सर्वत्र उक्तं, परन्तु त्रिभिः इत्युक्ते एते एव, एका च उपदेशे अनुदात्तात्, अनन्तरं किं रदादिभ्यश्च अनुदातस्य चर्दुपदस्य अन्यतरस्याम्, एते त्रयः एव अत्र अस्मिन् करपत्रे अस्ति. त दृष्टः त्रिभिः इत्युक्ते एतदेव, परन्तु वेट् इति ज्ञायते इत्युक्ते एकाच् उपदेशे अनुदात्तात् नास्ति, तत्र तु इडागमनिषेधः भवति साक्षात्. अनुदात्तस्य चर्दुपदस्य अन्यतरस्याम् इत्यनेन अम् आगमः भवति, रदादिभ्यश्च इत्यनेन वेट् भवति खलु, विकल्पेन इडागमः भवति. अतः अत्र किम् उक्तम्? त्रिभिसूत्रे वयं वेट् वेट् विधायकसूत्रं वयं दृष्टवन्तः खलु, रदादिभ्यश्च अपि च अन्यदपि अस्ति खलु, अन्यद् वयं दृष्टवन्तः इदानीं पश्यामः एकवारम्. सूति इति प्रथमं, रदादिभ्य द्वितीयः, अपि अन्यदस्ति तत्र एकमासीत् सूति सूयति घूञ् ऊदितो वा, स्मरति सूति सूयति गुञितो वा गुञितो वा इति प्रथमम्, अनन्तरं रदादिभ्यश्च एकनिमिषं, तदादिन्द्रप्रवा दृपुमुदितो अनुदात्तस्य चार्दुपदस्य अन्यतरस्याम् इत्येव अस्ति, अम्मागमः विधीयते इति उक्तम् अस्ति जन, तद् तु अम्मागमः तदादिभ्यश्च प्राप्तम् निरःपुरात् कुशो वलादेः आर्धधातुकस्य इड् व्या स्यात्, निरःकुशः निरःकुशः रदादिभ्यश्च, अनन्तरम् एतत् किं सूति सूयति गूय गूयदितो वा इति त्रिभिः सूत्रैः बहुवारम् उक्तं खलु, त्रिभिः इति किम् इति, एभिः त्रिभिः सूत्रैः धातुभ्यः इडागमः वा भवति, एभिः एव. अस्तु, आं भगिनि अग्रिमपरिच्छेदः जया भगिनि. आं महोदय, आहत्य तृप् दृप् इति द्वौ धातू मूलतः अनुदातौ, परन्तु किमर्थम् अनुदातौ इति चेत् येन इडागमः निषेधः स्यात् इति तु नास्ति, यतोहि रदादिभ्यश्च इत्यनेन साक्षात् उच्यते यत् अनयोः धातोः इडागमः विकल्पेन विधीयते, तर्हि तृप् दृप् इत्यनयोः द्वयोः अनुदात्तत्वं किमर्थम् उक्तम्? येन आगमः भवेत् अनयोः द्वयोः येन आगम अम् आगमः भवेत् येन अम् आगमः भवेत् किं महोदय? सम्यक् सम्यक् इदानीं सम्यक्, प्रथमम् आगमः इति कृतवती, अम् आगमः अम् आगमः भवेत् अनयोः द्वयोः धातोः अनिट् अनिट् अनित्वेन सह कोऽपि सम्बन्धः नास्ति, अनयोः अनुदात्तत्वं तर्हि किमर्थम् उक्तम्? अम् आगमार्थं येन अनुदात्तस्य चर् उपदस्यन्यतरस्याम् उपदस्यन्यतरस्याम् इत्यनेन अम् आगमः विकल्पेन विधीयते. अत्र ध्येयं यत् यद्यपि एतौ द्वौ धातौ वेटौ एतत् प्रथमम् आहत्य तृप् दृप् इति द्वौ धातु मूलतः अनुदातः भवति, अतः तत्र अनीट् एव, परन्तु किमर्थम् अनुदातौ इति चेत् येन इडागमः निषेधः स्यात् इति तु नास्ति, यतोहि रदादिभ्यश्च इत्यनेन साक्षात् उच्यते यत् अनयोः धातोः इडागमः विकल्पेन भवति इति, रदादिभ्यश्च इत्यनेन एकस्मिन् पक्षे इडागमः श्रूयते अन्यस्मिन् पक्षे अनिट् एव अत्र भवति, तर्हि तृप् दृप् इत्यनयोः द्वयोः अनुदात्तत्वं किमर्थम् उक्तम्? एकस्मिन् पक्षे इदामः चिन्तनं भवति चेत् अत्र अनुदात्तत्वं किमर्थं किमर्थम् अत्र उक्तमिति, येन अम् आगमः भवति, अनयोः द्वयोः धातोः अनित्वेन सह कोऽपि सम्बन्धः नास्ति. अत्र अनुदात्तत्वम् अस्ति, अत्र अम् आगमः भवति, अतः रदादिभ्यश्च इत्यनेन विकल्पेन भवति. अनित् इत्यनेन कोऽपि अत्र सम्बन्धः नास्ति एव. अनयोः अनुदात्तत्वं तर्हि किमर्थम् उक्तम् इति पुनरपि प्रश्नः उदेति, अम् आगमार्थमेव अत्र, येन अनुदात्तस्य चर् उपदस्यान्यतरस्याम् इत्यनेन अम् आगमः विकल्पेन विधीयते इति. रदादिभ्यश्च अत्र रद्दा रद्दुम् अनन्तरं रक्तव्यं, रस्यति अनन्तरं रस्यत् इति भवति. अत्र किमर्थम् अत्र ओ एतत् सूत्रेण एव अत्र अमागमः भवति. सत्यम्. अतः तत्र अमागमस्य कृते एव तत्र अनुदात्तत्वम् इति उक्तं, न तु वेक्तत्वस्य विषये अथवा अनित्वस्य विषये इति उक्तमस्ति. अतः तत्र अनुदात्तस्य च द्रुपदस्य अन्यतरस्याम् इत्यस्य प्रयोजनं किम् इत्युक्ते, अमागमः विकल्पेन विधीयते इत्येव तत्र प्रयोजनमस्ति. अस्तु महोदय, इदानीं ध्येयं यत् ध्येयं यत् यद्यपि एतौ द्वौ धातु वेटौ नाम इडागमः भवति विकल्पेन, तथापि अमागमपक्षे इडागमसहितरूपं न भवति, यतोहि जलादप्रत्यये एव अमागमः. अरदार्थस्य छन्दुपदस्य अनुतरस्याम् इत्यनेन उपदेशे अनुदात्तः य ऋतुपदः तस्य अमागमः विकल्पेन जलादौ अकितिप्रत्यये भवति. तर्हि रदादिभ्यश्च इत्यनेन एताभ्यां द्वाभ्यां धातुभ्याम् इडागमः विकल्पेन विधीयते, किन्तु इडागमः न भवति चेत् एव अमागमः विधीयते. तत्र अमागमस्य कृते अनुदात्तत्वम् आवश्यकमस्ति. रदादिभ्यश्च इत्यनेन विकल्पेन भवति, इडागमः न विकल्पेन भवति. तर्हि यदा इडागमः न भवति तदा एव अमागमः क्रियते. सत्यं. जलादिकित् प्रत्यये परे इति अस्ति खलु, तर्हि अनुदात्त अमागमस्य कृते रदादिभ्य तत्र केवलम् अनुदात्तस्य एव इति नास्ति, अत्र उदात्तस्य अपि भवितुमर्हति विकल्पेन. सत्यं सत्यं सत्यम्. अतः एव एकं सूत्रम् तत्र अनुदात्त इति पुनरेकवारं वदतु, वाट् इस् दिस् उदात्तस्य कृते महोदय? इडागमस्य विकल्पस्य कृते केवलम् अनुदात्त इति अनावश्यकम् अत्र विकल्प, परन्तु तत् दृप् दृप् इत्यस्य तत् अनुदात्त आवश्यकमस्ति इति. यदि यदि रदादिभ्ये सर्वे सर्वे अनुदात्त नास्ति उदात्त अस्ति चेत् तत्र अमागमः न भवितुम् अर्हति तस्य तृप् तृप् इत्यस्य. अम्मागमः न भवति, अमागमस्य कृते एव अनुदात्त कृतः पाणिना इति चिन्तयामि खलु. तदेव दत्तमस्ति खलु, अनुदात्त किं किम् अमागमार्थमेव कृतं पाणिनिः, अन्यथा तत्र आवश्यकता नास्ति. रदाभिज्ञस्य इत्यस्य तत्र अनुदात्त इत्यस्य आवश्यकता नास्ति खलु, तत्र विकल्पेन भवति इति उक्तं, तत्र स्वरः उदात्त अनुदात्त भवेत् इति नास्ति. यदि यदि अत्र रदादिभ्यस्य इति अनुदात्तः नास्ति चेत् दृप् विकल्पे भवति, परन्तु तत्र एतत् न भवति खलु, केवलं विकल्पेन रूपद्वयम्, एकम् इडागमपक्ष अनिडागम क्षम्यताम् अनिट् पक्ष इत्येव भवति, परन्तु अमागमः न विधीयते. अमागमार्थं सः अनुदातत्वं विहितवान्. अन्यथा तत्र दर्पित दर्प इति एव भवति, तत्र द्वे रूपे एव भवतः, इदानीं त्रीणि रूपाणि भवन्ति, दर्प दर्पित द्रप्त इति. सत्यं सत्यं दर्पित अवगतं वा भगिनि? अग्रे अस्ति तद्, तदेव अस्ति अग्रे इतोपि. आं महोदय, रदादिभ्यश्च पठति वा? रदादिभ्यश्च इति सप्तमद्वितीयपदस्य पञ्चचत्वारिंशत्तमं सूत्रमस्ति. रद् नश् तृप् धृप् धृप् मुहु मुहु क्ष्णिः एतेभ्यः धातुभ्यः वलादेः आर्धातुकस्य इड् वा स्यात् विकल्पेन भवति. अग्रे अनिडादि तास्पत्यः जलादि अकित् अनिडादि तास्पत्य जलादि अकित् अस्ति, अतः तस्य अनागमः भवति. तदा इको एणचि इत्यनेन यणादेशः तर्हि तत्र तृप् इत्यस्य यदि इडादिपक्षे तर्पिता इति भवति, अपक्षे तर्पा इति तर्प्ता इति एकमस्ति. इदानीम् अमागमः विकल्पेन भवति चेत् तत्र तृप्पुयोगता तत्र अमागमः यण्सन्धि रप्ता रप्ता इति. सत्यं मध्ये सृप् धातुः दत्तवान्, तद् वयं तृप् दृप् समाप्य पुनः सृप् पर्य प्रतिम् आगच्छामः. सृप् धातोः किमपि अन्यविषयः नास्ति, अथवा पठतु महोदय, वयं विस्मरामः. सृप् धातुः सृप् धातुः अनुदात्तशब्दपदस्य इत्यनेन अमागमः विकल्पेन भवति, जलादौ अकिति प्रत्यये परे सृ तत्र सृयुग अम्ययुग पकारयुगता सृयुग अ इदानीम् इकोण चित्र स्र इति स्रप्ता इति स्रप्ता इति भवति. करित इति कृतस्य अस्तु, करित इति तत्र केवलं करि एव अस्ति. सत्यं पर्जन्यवत् यस्मिन् पक्षे अमागमः न विधीयते सर्पयोगता तत्र सर्प् सर्प् इति गुणः भवति, अनन्तरं सर्पता इति. सर्विषये तु अधिकं किमपि नास्ति, तृप् दृप् इत्यस्य विषये एव चिन्तनम् अधिकम् अस्ति. तृप् इति आम् तृप् इति सामान्यमेव अस्ति, तत् तृप् दृप् इत्यस्य विषये एव किञ्चित् अधिकचिन्तनम् उक्तम् अस्ति. अस्तु, धन्यवादः महोदय. उषा भगिनी पठति वा? तृप् दृप् इति द्वौ धातु वेदौ. तृप् दृप् इति द्वौ धातु वेदौ, यथोक्तम् इडादि तास् प्रत्यये परे अम् आगमः न भवति, यतोहि अनुदात्तस्य चर्द् उपदस्य अन्यतरस्याम् इत्यनेन अम् आगमः भवति जलादिप्रत्यये परे. ओके, इडादि तास् प्रत्ययः जलादि नास्ति, इडादि इडादि अस्ति चेत् इडादि तास् प्रत्ययः जलादिः नास्ति. अतः आहत्य तृप् धातोः त्रीणि रूपाणि भवन्ति, तथैव च दृप् धातोः अपि. इडादिपक्षे तृप् योगः इता इति अस्ति चेत् ई इति अस्ति, इडागमः अस्ति इत्यनेन पुगन्तलघुपदस्य च इत्यनेन दर्पित तर्पिता एव भवति. तृप् योगः इता पुगन्तलघुपदस्य च तर्पिता. ओके, अनिडादिपक्षे इडागमः नास्ति इति चेत् तृप् योगः ता अनुदातस्य चर्द् उपदस्य अन्यतरस्याम् इत्यनेन अम् आगमः भवति, श्रोतृप्योगः देन् हौ हौ वुड् इट् बिकम् तृप् तृप् तृ तृयोगः अं योगः पुयोगः त सृ इव देन् अकारः अस्ति चेत् ऋकार यण्सन्धि यण्सन्धि रेपः रेपः अस्ति अस्तु अस्तु अस्तु त्रप्त त्रप्त यण्सन्धि इत्यनेन रेपः आगच्छति रेप प्लस् अकार त्र त्रप्त अस्तु त्रप् अमागमः न भवति चेत् अमागमः न भवति अनुदात्तस्य चर्दुपदस्य अन्यतरस्याम् इति अमागमः परन्तु तदेव उक्तम् अस्ति तदेव अनुदात्त अमागमस्य कृते एव विकल्पेन विधीयते इति तदेव मुख्यविषयम् अत्र पूर्वं यत् उक्तं मुख्य नृपयोगः ता अमागमः नास्ति अत्र तर्प्त एव भवति पुगन्तलघुपदस्य चेतनेन ऋकारस्य गुणः एव भवति अर् तर्प्त ओके दृप् धातोः अपि तथा त्रीणि रूपाणि दृप् योगः इत अस्ति चेत् इडागमेन भवति सो पुगन्तलघुपदस्य च इडागमः अस्ति इत्यनेन जलादि नास्ति ऐ मीन् जलादि नास्ति सो जलादि नास्ति इत्यनेन अम्मागमः न भवति अम्मागमचिन्तनं नास्ति अम्मागमचिन्तनं नास्ति इत्यनेन दर्पित एव भवति पुगन्तलघुपदस्य च गुणः एव भवति दृप् योगः ता अम्मागमः अस्ति चेत् अनुदात्तस्य चर्द् उपदस्य अन्यतरस्याम् इत्यनेन अम्मागमः अस्ति चेत् यण्सन्धि भवेत् अनन्तरं द्रप्त इति भवति अमागमः नास्ति चेत् अन्यतरस्याम् इति भगिनी इन्द सूत्र इत्स अन्यतरस्याम् इति उक्तं खलु वै इस् दिस् डिस्कशन् दट् अनुदात्तस्य चर्द् उपदस्य अन्यतरस्या अनुदात्त इत्यनेन एव आल् दिस् डिस्कशन् अस्तु अनुदात्तस्य चर्द् उपदस्य अन्यतरस्याम् तत्र रदादिभ्यश्च यु गाट् टु टु फार्म्स् खलु वेट् दातु भवति परन्तु इदानीम् अस्माकं कृते अम् इति इष्टः अम् आगमः इष्टः रदादिभ्यश्च तु इति सूत्रेण तत्तु न भवति रदादिभ्यः इत्यत्र एव तृप् दृप् अस्ति परन्तु अस्माकं कृते यद् अम्मागमः इष्टः तृप् दृप् धातोः तद् रदादिभ्यश्च इति सूत्रेण न भवितुमर्हति अतः एकं सूत्रम् अनुदात्तस्य चर्दुपदस्य अन्यतरस्याम् परन्तु तद् अन्यतरस्यां कस्य विषये अम्मागमस्य विषये न तु इडागमः वा क्षम्यतां वेट् विषये न परन्तु तत्रापि इतोपि विषयः अम्मागमः कदा भवति जलादिकित् प्रत्यये परे एव भवति जलादिकित् प्रत्यये परे एकस्मिन् पक्षे यदा अम् आगमः भवति अन्यस्मिन् पक्षे अम् आगमः न भवति खलु इति रूपद्वयम् अनन्तरं तत्र यदा तत्र इड् आगमः भवति चेत् तत्र तु अम् आगमः न भवति अतः रूपत्रयम् अस्तु सूत्र इन्सैड् सूत्र अस्तु भगिनि इडागम दृप्योगः इता अस्ति चेत् देन् दर्पिता देन् दृप्योगः अमागमः भवति अस्ति चेत् द्रप्ता देन् अमागमः नास्ति चेत् दर्प् अत्र दर्प्त इडागमः अपि च इडागमः नास्ति अस्तु अस्तु अमागमः अपि नास्ति सत्यम् अग्रे भगिनि प्रश्नः उदेति प्रश्नः उदेति यत् अत्र अनुदात्तस्य चर्द् उपदस्य अन्यतरस्यां पुगन्तलघुपदस्य च इति बाध्यबाधकभावप्रसङ्गे द्वयोः कः सम्बन्धः अनुदात्तस्य सिक्स् वन् अपि च सेवेन् त्रि तृप्योगः त इति स्थितौ द्वयोः अपि युगपत् प्रसक्तिः. तृप्योगः त तृप्योगः त इति चेत् द्वयोः अपि युगपत् प्रसक्तिः. अपि च पुगन्तलघुपदस्य च स्वीक्रियते चेत् अनुदात्तस्य चर्द् उपदस्य अन्यतरस्यामिति सूत्रं निरवकाशं भवति. अत्र अनुदात्तः चर्द् उपदस्य अन्यतरस्य इति पुगन्तलघुपदस्य च इति सूत्रं प्रति अपवादभूतम्. सो अनुदात्तस्य चर्द् उपदस्य अन्यतरस्याम् इति निरवकाशत्वं लभ्यते इत्यनेन अपवादभूतम्. ओके, अपवाद प्रश्नः उदेति यत्र अनुदात्तस्य चर्द् उपदस्य अन्यतरस्यां पुगन्तलघुपदस्य च सम्बन्धः बाध्यबाधक भावः सम्बन्धः कः अस्ति इति चेत् तृप्योगः त इति स्थित्वा द्वयोः अपि युगपत् प्रसक्तिः. अन्यत्र अन्यत्र लब्धावकाशः अपि अस्ति यतोहि दृप्योगः त द्वयोः अत्र उदेति यत्र अनुदत्तस्य बाध्यबाधकभावः तृप्योगस्य अपि च अनुदात्तस्य यत्र अमागमः अपि नास्ति इडागमः अपि नास्ति तत्रापि पुगन्तलघुपदस्य च अण्ड इडादिपक्षे अपि पुगन्तलघुपदस्य च एव कार्यं करोति. परन्तु अनुदात्तस्य तु अत्र दिन कार्यं न कर्तुं शक्यते. दण्ड स्थितौ द्वयोः अपि युगपत् प्रसक्तिः. प्रश्नः उदेति यत् इति यत् अत्र अनुदात्तस्य चर्द् उपदस्य अन्यतरस्य पुगतल इति बाध्यबाधकभावप्रसङ्गे द्वयोः तृप्योगः त तृप्योगः त ओ द ओन्लि द थर्ड् सेकेण्ड् सेकेण्ड् अनीडादिपक्षे अनीडादिपक्षे तृप्योगः त तत्र पुगन्तलघुपदस्य च इत्यस्यापि प्रसक्तिः अस्ति अनुदात्तस्य चर्दुपदस्य अन्यतरस्याम् इत्यस्यापि प्रसक्तिः अस्ति. द्वयमपि सपाद सप्ताध्याय्याम् अस्ति. परन्तु इदानीं तत्र पुगन्तलघुपदस्य च इति स्वीकुर्मः चेत् यदा भवत्या उक्तम् अन्यत्र अन्यत्र लब्धावकाशः तु अस्ति. पूर्वमपि अत्र एव वयं पश्यामः इडादिपक्षे अस्ति अमागमः न भवति चेत् अस्ति सर्वत्र तस्य प्रसक्तिः अस्ति. परन्तु अनुदात्तस्य चर्दुपदस्य अन्यतरस्याम् इति क्षेत्रं तु बहु लघु निरवकाशत्वं भवति. अत्र कार्यं न करोति चेत् निरवकाशः भवति. अतः तद् तस्य अपवादभूतसूत्रम् तावदेव. अत्र अस्य विषयः तावदेव. अनन्तरं ते प्रसज्य प्रतिषेधः पर्युदासपरिच्छेदः अनुदात्तस्य चतुपदस्य अन्यतरस्याम् इति सूत्रे प्रसज्य प्रतिषेधः पर्युदासप्रतिषेधः वा इति चर्चितः. तद् वयं किञ्चित् अद्य अर्धघण्टा एव अवशिष्टं खलु. तद् अस्मात् करपत्रात् किञ्चित् वयं पठामः. तत्र इतोपि एकं करपत्रं मया प्रेषितं खलु अद्य. तद् किमपि पूर्वतनकरपत्रं महोदयेन अपि वर्गे उक्तमासीत्. तत्र प्रसज्य प्रतिषेधः पर्युदासप्रतिषेधः इत्यस्य विषये पूर्णतया अस्ति. वयं यदा वयमपि किमपि प्रातिपदिकस्य विषये चर्चितवन्तः तस्मिन् समये बहु पूर्वं प्रायः पठितवन्तः. तद् प्रायः भवन्तः अग्रिमसप्ताहे पठन्तु. एतद् वयम् अद्य पठामः. धन्यवादः भगिनी. अरुणा भगिनी भवती पठति वा अन्यः प्रश्नः उदेति? भगिनि अन्यः प्रश्नः उदेति यत् अनुदात्तस्य चर् उपदास्य अन्यतरस्याम् इति सूत्रे प्रसज्य प्रतिषेधः भवति वा पर्युदास प्रतिषेधः भवति वा इति प्रश्न. सूत्रार्थः उक्तः यत् उपदेशे अनुदात्तः यः ऋतु उपदः तस्य अमागमविकल्पेन भवति जलादौ अकिति प्रत्यये परे यदा आदेश उपदेशति इत्येन उपदेश एजन्तस्य धातोः एत्वं न तु क्षिति अनुवृत्तिसहितसूत्र एचः धातोः आत् उपदेशे अशिति अस्य सूत्रस्य व्यक्तीकरणार्थं वाक्यद्वयं वक्तव्यं भवति उपदेशे एजन्तस्य धातोः आत्वं भवति क्षितिप्रत्यपरि न भवति नाम अत्र आत्वस्य विधानार्थं सप्तमीविभक्तौ किमपि न निमित्तं नास्ति उपदेशे एजन्तस्य धातोः आत्वं भवति विधानपक्षे किमपि नियमं नास्ति तर्हि एवमेव प्रकृतौ तथा कुर्मः चेत् किं भवति उपदेशे अनुदात्तः यः ऋतुपदः तस्य अमागमः विकल्पेन भवति जलादौ किति प्रत्यये परे न भवति एवं वदामः चेत् कः दोषः अजादिप्रत्यये परे अपि अमागमः भविष्यति यकारादिप्रत्यये परे अपि अमागमः भविष्यति केवलं न भवति कुत्र जलादौ किति प्रत्यये परे न भवति प्रश्नः अस्ति अनुदात्तस्य चर् उदुपदस्य अन्यतरस्यामि सूत्रं कीदृशं निषे प्रतिषेधः पदस्य प्रसज्य प्रतिषेध वा परिदाश वा इति प्रश्नः अस्ति सूत्रार्थमस्ति उपदेशे अनुदात्तः तस्मिन् ऋदुपदा अस्ति चेत् अमागमः विकल्पेन भवति निमित्तमस्ति जलादौ अक्कितौ प्रत्यये परे तदेव अनुदात्तस्य चरुपदास्य निदर्शनमिति यथा अत्र वयं पूर्वं पठितवन्तः आदेश उपदेशति इत्य सूत्रम् अत्र उपदेश अवस्थायाम् एजन्त धातुः अस्ति चेत् आत्वं भवति न तु क्षिति क्षितिप्रत्ययपरे न भवति अन्य भिन्न क्षितिप्रत्ययः अस्ति चेत् भवितुम् अर्हति क्षित् प्रत्ययः नास्ति चेत् नास्ति चेत् भवितुम् अर्हति नाशित् नाशित् तदेव तस्य विषये एव ते वदन्ति अत्र जलादिकित् प्रत्यये परे न भवति इति यदा वयं वदामः तत्र अजादिप्रत्यये परे अमागमः भवितुम् अर्हति यकारादिप्रत्यये परे अपि अमागमः भवितुम् अर्हति इति यदा वयं जलादिकिति प्रत्यये परे न भवति इत्येव स्वीकर्तव्यं न तु भिन्न भिन्न इति वदामः चेत् अजादिप्रत्यये परे यकारादिप्रत्यये परे भवति समीचीनं तादृशं न इच्छामः समानरीत्या वयं क्षितिप्रत्यये परे न भवति इत्येव वक्तव्यं क्षित् भिन्नप्रत्यये परे भवति इति वदामः चेत् तत्र अनिष्टरूपं साधयितुं शक्नुमः तस्य उदाहरणमेव अग्रे अस्ति परन्तु तादृशं चिन्तनं किम् इत्युक्ते उपदेशे एजन्तस्य धातोः आत्वं भवति क्षितिप्रत्यये परे न भवति निषेधः केवलं तदेव क्षितिप्रत्ययः परः अस्ति चेत् आत्वं न भवति कः प्रत्ययः भवेत् इति तत्र न उक्तम् अवगतं वा तत्र भेदः अस्ति सूत्रे अत्र संसृचित् प्रत्ययः अस्ति चेत् आत्वं न भवति तदेव तावदेव परन्तु अनुदात्तस्य सर्वपदस्य अन्यत्र अत्रापि अत्र जलादि किं भिन्ना इति वक्तेन इष्टरूपं न भवति. सत्यं जलादिकिति प्रत्यये परे न भवति, अम्मागमः न भवति, तावदेव. तव तादृशं वयं तत्र भिन्न इति वदामः चेत् तत्र इडागमपक्षे वा अनिडादिपक्षे कुत्रापि अन्यत्रापि भवितुम् अर्हति इति चिन्तनं भवति. तादृशं नास्ति, जलादौ किति प्रत्यये परे न भवति, तावदेव. केवलं निषेधः, तस्य निषेधस्य विषये एव पर्युदास प्रसज्य इति संज्ञा अस्ति खलु, तद् पश्यामः. अस्तु, विजया भगिनी अग्रिमपरिच्छेदः. धन्यवादः भगिनि. यङ् लुङन्तस्य उदाहरणं, यङ् लुङन्तस्य उदाहरणं स्वीकुर्मः इदानीं. तृप् धातोः यङ् लुकि आदिदेशिकधातुः भवति, तरितृप् इति. लटि तरितृप् योगवती भवति. अनुदात्तस्य च चर् उपदस्यान्यतरस्याम् इत्यनेन विकल्पेन अम् आगमः. तरितृप्ति यस्मिन् पक्षे अम् आगमः न भवति, तस्मिन् पक्षे पुगन्तलघुपदस्य च इत्यनेन गुणः तरी तर्ति इति भवति. ऋकारस्य स्थाने गुणः भूतो तर्ति, तरी तर्ति इति भवति. अधुना लोटि तरितृप् योगः आनि अनुदात्तस्य च उपदस्यान्यतरस्याम् इत्यनेन उपदेशे अनुदातः यः ऋदु उपदः तस्य अम् आगमः विकल्पेन भवति. अत्रापि अम् आगमः विकल्पेन भविष्यति. तरी तृपाणि इति भवति यत् अनिष्टं, तथैव विधिलिङ्ग यकारादिप्रत्यये परे अम् आगमः भविष्यति. तरितृप् योगः यात् तरितृप्त्यात् एतदपि अनिष्टं रूपं. कुत्र न भविष्यति? परः स्थितः प्रत्ययः जलादिकित् अस्ति चेत् एव अम् आगमः न स्यात् इति. इदानीमत्र किञ्चित् इतोपि विवरणम् अधः दत्तं, परन्तु इदानीं यङ् लुगन्त उदाहरणं स्वीकुर्मः चेत् अत्र तृप् अस्ति चेत् यङ् लुकि अस्ति, एतत्तु अतिदेशिकधातुः अस्ति, अतः तत्र तरितृप् इति भवति. लटि योजनेन तरितृप् योगवति, तरितृप् तरि तृप्ति तरितृप्ति इति भवति. अनुदात्तस्य च चर् उपदस्य अन्यतरस्याम् इत्यनेन अत्र अम्मागमः परन्तु अत्र न भवति इति. पक्षे अत्र पुगन्तलघुपदस्य च एतेनेन तृप् अस्ति, तत् स्थाने तर्प् भवति. ऋकारस्य स्थाने अर् भूत्वा उरण्परः एतदपि भूत्वा तरि तर्प्ति इति भवति. अधुना लोटि तरि तृप् योगः आणि अत्र अनुदातस्य चर् उपदस्य नियतरस्याम् इत्यनेन उपदेशावस्थायाम् अनुदातः यः ऋदु उपदः तस्य अम् आगमः विकल्पेन भवति इति. अत्रापि अम् आगमः भवति चेत् अत्र तरि त्रपाणि इति भवति. अत्र अकारः अस्ति, अटुकुपवाङ्नं एवायेपि इत्यनेन अत्र दन्त्यनकारस्य स्थाने मूर्धने नकारः भवति. एतदपि अनिस्वरूपमेव. इदानीं तदेव विधिलिङ्ग् स्वीकुर्मः चेत् अत्र यकारादिप्रत्यये परे अस्ति चेत् तत्रापि अमागमः अम् आगमः भविष्यति. अत्र तरि तृप् इति भवति, यात् इति भवति, तरि तृप्यात् इति वर्णमेलनेन भवति. एतदपि अनिष्टरूपं भवति. कुत्र न भविष्यति? परः स्थितः प्रत्ययः जलादि कित् अस्ति चेत् एव अत्र अम् आगमः तत्रापि न स्यात् इति. अग्रे पठामि वा महोदय? न, तत्र किं वदति इत्युक्ते तत्र तरितृप्योगः ति इति स्थिते एव तत्र अस्माकं कृते अमागमः इष्टः. समीचीनं, तत्र ति इति जलादि अकित् प्रत्ययः, कित् नास्ति. जलादि अकित् प्रत्ययः यत्र अस्ति तत्र एव अमागमः इष्टः, अन्यत्र न. तदेव तस्य तत्र आदेश उपदेशे अशिति अण्ड् अनुदात्तस्य चर्दुपदस्य अन्यतरस्यां द्वयोः तुलना एव क्रियते खलु इदानीं. तत्र तदा अत्रापि जलादिकित् प्रत्ययः यत्र नास्ति तत्र एव अमागमः. सो यदा अहं जलादि कित् भिन्नप्रत्ययः इति वदामि चेत् तत्र आपत्तिः कुत्र लोट्लकारे आनि प्रत्ययपरे अनन्तरं यकारादि विधिलिङ्ग्लकारे यकारादिः तत्र आपत्तिः भवति किमर्थम् इत्युक्ते यङ्ग् लुक् इति यङ्ग् यङ्ग् इति प्रत्ययस्य लुक् जातः खलु अतः तत्र एतादृश आपत्तिः आगच्छति इति वदति अतः किं स्वीकर्तव्यम् इत्युक्ते कुत्र अनुदात्तस्य चतुपदस्य अन्यतरस्यां भवति इति स्वीकर्तव्यम् इत्युक्ते यत्र जलादि अकिति प्रत्यये परे यः प्रत्ययः जलादिः अकित् अस्ति तादृशमेव स्वीकर्तव्यं भिन्नः इति न स्वीकर्तव्यम् इति वदति तदवगतं वा अथवा अथवा एतादृश अनिष्टरूपं वयं साधयामः धन्यवादः भगिनि आम् सत्यं तत् एतद् वयं तद् करपत्रं पठित्वा अत्र पुनः आगच्छामः चेत् इतोपि स्पष्टं भवति महोदय वदति वा नूनं सार्वधातुकलकारेषु अस्तु नूनं सार्वधातुकलकारेषु कोऽपि कृत्पत्यः एव नास्ति अतः यङ्गलुकि लटि लोटि लङ्गि विधिलिङ्गि च त्रिषु अपि वचनेषु त्रिषु अपि पुरुषेषु सर्वत्र अभागमः भविष्यति अनेन महती समस्या अस्याः समस्यायाः निवारणार्थं प्रसज्ञप्रतिषेधः न भवेत् अपि तु परिदास एव स्वीकर्तव्यः अमागमस्य विधानार्थं प्रत्ययः अपेक्षितः स च प्रत्ययः जलादिः भवेत् किन्तु कित् न स्यात् अनेन अजादिप्रत्ययाः यकारादिप्रत्ययाः च निवार्यते अस्तु तत्र पूर्वम् उक्त यदि जलादि अकित् सारि जलादि कित् चेत् अमागमः तत्र क्षम्यतां तत्र अजादि अस्ति चेत् अमागः भवितुमर्हति खलु अमागमः भवितुमर्हति अनिष्टरूपं भवति इदानीं तत्र अतः अजादिप्रत्ययानां यकारादिप्रत्ययानां तत्र अमागमः न इष्टः जलादिः भवेत् अकित् भवेत् इति अस्ति अन्यः प्रश्नः उदेति यत् इडागमः अथवा अमागमः परन्तु महोदय मन्वि परन्तु यदा वयं आदेश उपदेशे शिति स्वीकृतवन्तः तत्र पर्युदासः आसीत् वा प्रसज्य आसीत् तत्र आदेश उपदेशे प्रसज्य एव आसीत् खलु अत्र तु अत्र अत्र किं वदति इति अस्य समस्यायाः निवारणार्थं प्रसज्यप्रतिषेधः न भवेत् अपि तु पर्युदासः एव स्वीकर्तव्यः इति उक्तं तद् मुख्यविषयः अत्र तु एतदेव भेदः खलु तत्र आदेश एतत् तुलना एव करोति खलु आदेश उपशेषे अशिति अनुदात्तस्य चतुपदस्य अन्यतरस्याम् इति तत्र वयं प्रसज्य स्वीकृतवन्तः परन्तु इदानीं किं वदति तत्र पर्युदासः एव स्वीकर्तव्यः किमर्थम् इत्युक्ते अमागमस्य विधानार्थं प्रत्ययः अपेक्षितः तत्र प्रत्ययः न आवश्यकः आसीत् खलु आत्वं भवति इत्येव तावदेव अत्र एषः धातुः आत् उपदेशे तावदेव पर्याप्तम् इति आसीत् परन्तु अत्र तु प्रत्ययः आवश्यकः अमागमस्य स च प्रत्ययः जलादिः भवेत् कित् न स्यात् अनेन वयं वारणं कर्तुं शक्नुमः अजादि यकारादि इति अतः अत्र तु पर्युदासः स्वीकृतः तद् मुख्यविषयः अत्र न तु प्रसज्य अवगतं वा स्पष्टमस्ति वा अवगतम् आं महोदय इदानीं पठतु अन्यः प्रश्नः वदति इडागमः अथवा अमागमः द्वयोः मध्ये कस्य विधानं प्रथमं रदादिभ्यश्च इति द्वितीयपदस्य पञ्चचत्वारिंशत् ऐकरेण रद् नश तृप् दृप् दृः मुहुः मुहुष्णिः इत्येभ्यः धातुभ्यः वलादेः आर्धातुकस्य इड् वा स्यात् अनुदात्तस्य चर्दुपदस्य अनतरसमित्यर्ण उपदेश अनुदात्तः या ऋतुपदः तस्य अनागमविकल्पेन भवति जलादौ अकिति प्रत्ययपदे द्वयोः कृते धातोः परः कश्चन प्रत्ययः अपेक्षितः तदादिभ्यश्च इति परसूत्रम् परसूत्रमस्ति अनुदात्तस्य इति प्रथमपादे अस्ति अस्तु रुदादिभ्यश्च इति परसूत्रम् अतः प्रथमम् इडागमः तदा एव अमागमः परिशीलनीयः तदा एव अमागमः परिशीलनीयः अन्यच्च प्रथमम् अमागमः आनीयते चेत् समस्या प्रथम अमागमः भवति समस्या भवति यत् इडागमस्य विधानात् पूर्वं तास्कत्यः जलादी एव अस्ति अतः प्रथमम् अमागमः भवति चेत् स च अमागमः आगमिष्यति यत्र न आगन्तव्यमस्ति अस्तु तत्र प्रथमम् अमागमः भवति चेत् स च अमागमः यत्र आगमिष्यति यत्र न आगन्तव्यमस्ति अमागमः न आगत्य आगन्तव्यं खलु तत्र जलादि खलु इदानीं तत्र सत्यं तास् प्रत्ययः जलादिः अतः अमागमः प्रथमम् आगच्छति चेत् इडागमस्य विषये क्लेशः भवति खलु तत्र न आगन्तव्य उत्तमक्षत्र किं भवति अत्र तृप् तप् तृप् तृप्योगः तत्र किं भवति तत्र न भवति वा कः क्लेशः तृप्योगः तृप्योगः अम् न तृयोगः अम् योगः तद् यदा अनिडादिपक्षे तादृशं रूपं प्रथममेव आगच्छति तदा वयं कथं वा इकारः आनयामः तत्र क्लेशः भवति खलु तत्र एतदपि न उक्तं खलु तद् अमागमः धातोः अमागमः वा प्रत्ययस्य वा किमपि तत्र न उक्तम् अर्धद अनुदात्तस्य चार्दुदपदस्य अन्यतरस्याम् इत्येव उक्तम् धातोः एव भवति खलु तत्र प्रत्ययुदस्य ऋतुपदस्य अन्यतरस्यां ऋतुपदस्य अन्यतरस्यां सो ऋतुपदस्य इति स्थानं धातोः कृते इति स्वीकृत्य अपि च प्रत्यय आगच्छति खलु प्रत्ययति आदि उदात्तः खलु तत्र वयं तत्र प्रत्ययस्य अधिकारे अस्ति खलु तत् प्रत्ययः परश्च उदा किमस्ति अत्र इति अस्ति खलु न मम चिन्तनं इदानीं तृप् तत्र अहम् अमागमः करोमि चेत् कथं वा तत्र इडागमस्य बाधा भवति इडागमः तु प्रत्ययस्य एव भवति खलु परन्तु अमागमः जलादिकित् प्रत्यये परे एव खलु तद् बाधितं भवति खलु इत् बाधितं भवति त्रप् त्रप् इत्यस्यापि इडाग त्रप् योग ता इत्यस्य इडागमः कथं वा बाधितं भवति न न इता इता इति अस्ति चेत् हा इडाग हा इदानीम् इडाग भवति चेत् तत्र जलादि न भवति न भवति खलु अतः परस्परं तत्र क्लेशः सत्यं क्लेशः तत्र इडागमः न भवति इडागः भवति चेत् तत्र अमागमः न भवितुम् अर्हति न भवति अमागमः भवति चेत् जलादि ट्रक् पोल्यूशन् विल् बि गान् सम्यक् सूत्रं कृतवान् पाणिनिः तदा इडा अस्तु तत्र अतः प्रथमम् अमागमः भवति चेत् स च आगमः अमागमः आगमिष्यति यत्र न आगन्तव्यमस्ति अस्तु तद् आगन्तव्यमस्ति तत्र तदा इडागमः भविष्यति. इडागमविधानसूत्रे अमागमः धातौ अस्ति न वा इति प्रसङ्गे किमपि नोक्तम्. अतः अमागमः अस्ति चेदपि इडागविधानं भवति, इडागमविधानं भवति, परन्तु अमागमः न भवति. इडाग भवति चेत् सत्यं तस्य निवारणं तदादिभ्यश्च इति परसूत्रम्. अनेन प्रथमम् इडागमम्, अनेडागमं यत्र भवति तत्र प्रत्ययः जलादिः नास्ति, तस्मात् तत्र अमागमः न भवति, यतोहि प्रत्ययः अजादिः. प्रथमम् इडागमविधानं भवति चेदेव अनुदात्तस्य कर्तृप्रत्ययस्य निमित्तं जलादि अकित्प्रत्यये परिव्यवहारे आगच्छति. सम्यक् अवगतं वा? अवगतं. सम्यक् रीत्या सूत्रस्य क्रमस्य वैशिष्ट्यं खलु एतत्. आमां बहु किं बहु सूक्ष्मरीत्या चिन्तितवान् पाठिनी कथं करणीयं त्रीणि रूपाणि तत्र कुत्र कुत्र भवति सूत्राणि अपि तत् सूत्राणां तत्र स्थानमपि आवश्यकं. बहु किमपि अस्ति, एकं सूत्रम् इत्येव वयं वदामः, बहु किमपि अस्ति. एकं मास्टर् क्लास् इव पाणिनेः वर्गे वयं भविष्यामः चेत् सम्यक् भवति. वर्क्शाप् इव सप्तदिनानि एतादृश अस्ति पाणिनेः तत्र मतिः तत्र कथं कृतवान् इति तत्र सर्वमस्ति. परन्तु साक्षात् पाणिनेः कृते एव वयं पठामः चेत् बहु लाभाय भवति खलु. अन्ये तु स्वस्य चिन्तनमेव वदन्ति, सः एव किं चिन्तितवान् इति वयम् ऊहामेव कुर्मः खलु, साक्षात् किम् इति न जानीमः. बहु किमपि अस्ति तत्र. तस्मिन् करपत्रे प्रसज्यप्रतिषेधविषये अस्ति, तद् प्राप्तं वा अथवा अहं चाट् मध्ये स्थापयिष्यामि वा? मेल् मध्ये तद् केवलं तद् एकवारं 9:45 समयः अस्ति खलु, तत् पठामः. परिशिष्टम् इति भागः. आम् उषा भगिनी भवती एव आरम्भं करोतु. आलोचनक्रमे मनसि प्रश्नः उदेति यत् अर्थवत् अधातु अप्रत्ययः प्रातिपदिकम् इत्यनेन कीदृशकार्यं विधीयते, अपि च अर्थवत् अधातु अप्रत्ययः प्रातिपदिकम् अपि च कृत् तद्धितसमासाश्च इति सूत्रयोः कीदृशसम्बन्धः अस्तु. प्रथमतया अर्थवत् अधातु अप्रत्ययः प्रातिपदिकम् इति सूत्रं स्वीकुर्मः. प्रश्नः अस्ति यत् अनेन सूत्रेण केवलं यस्य प्रातिपदिकसंज्ञा भवति तत् सूच्यते, अथवा यस्य प्रातिपदिकसंज्ञा न भवति तदपि सूच्यते वा? नाम अत्र निषेधः भवति वा न वा? अस्तु, केषाञ्चित् मनसि स्यात् यत् अत्र केवलं प्रातिपदिकसंज्ञाग्रहणस्य विषयः नाम प्राप्तिः न तु निषेधः. एवं भवति चेत् यः अर्थवान् किन्तु धातुः नास्ति, प्रत्ययः नास्ति, प्रत्ययान्तः नास्ति, तस्य प्रातिपदिकसंज्ञा भवति. परन्तु यः धातुः अथवा प्रत्ययः अथवा प्रत्ययान्तः अस्ति तस्य प्रातिपदिकसंज्ञा निषिध्यते इति नास्ति. अस्तु, अग्रे आं भगिनि अग्रे अपि पठित्वा अनन्तरं पुनरेकवारं पठामि अथवा ओके. तथा अस्ति चेत् अस्मिन् सूत्रे शक्तिः न स्यात्. प्राप्तिरपि अस्ति, निषेधः अपि अस्ति. एवं नास्ति यत् धातोः प्रातिपदिकसंज्ञा भवितुम् अर्हति केवलम् अनेन सूत्रेण न. ओके, एवं नास्ति यत् धातोः प्रातिपदिकसंज्ञा भवितुम् अर्हति. भगिनि लेट् मी जस्ट् रीड् द प्रीवियस् 3 पेराग्राफ्स्. ओके, ओके, अर्थवत् अधादु अप्रत्ययप्रातिपदिकम् इत्यनेन कीदृशकार्यं विधीयते, अपि च अर्थवत् अधादु अप्रत्ययप्रातिपदिकम् अपि च कृत्तद्विधसमासाश्च इति सूत्रयोः कीदृशसम्बन्धः इति. वयं जानीमः अर्थवत् अधातु अप्रत्ययप्रातिपदिकम् इति सूत्रं स्वीकुर्मः चेत् प्रश्नः अस्ति, अनेन सूत्रेण केवलं यस्य प्रातिपदिकसंज्ञा भवति अर्थवत् अपि च अधातु अपि च अप्रत्ययः इत्यनेन प्रातिपदिकसंज्ञा भवति इति सूच्यते, अथवा यस्य प्रातिपदिकसंज्ञा न भवति इति, नाम निषेधः अधातु अप्रत्ययः इति उक्तम् इत्यनेन निषेधः उक्तं वा अथवा प्रातिपदिकसंज्ञा यत्र अस्ति इति सूच्यते वा इति प्रश्नः. केषाञ्चित् मनसि स्यात् यत्र यत् अत्र केवलं प्रातिपदिकसंज्ञाग्रहणस्य विषयः नाम प्राप्तिः न तु निषेधः इति अस्ति चेत् प्राप्तिः एव भवति, निषेधः नास्ति इति चेत् अर्थवान् भवति, अर्थवान् भवेत्, किन्तु धातुः अपि नास्ति, प्रत्ययः अपि नास्ति, प्रत्ययान्तः अपि नास्ति इति चेत् इति नास्ति, तस्य प्रातिपदिकसंज्ञा भवति. यः अर्थवान् किन्तु धातुः नास्ति, यः अर्थवान् किन्तु धातुः नास्ति, प्रत्ययः नास्ति, प्रत्ययान्तः नास्ति, तस्य प्रातिपदिकसंज्ञा भवति. परन्तु यः धातुः अथवा प्रत्ययः अथवा प्रत्ययान्तः अस्ति तस्य प्रातिपदिकसंज्ञा निषिध्यते इति नास्ति. न किं वदति भगिनि, पुनः वदतु. अर्थवत् अधातु अप्रत्ययप्रातिपदिकम् इति सूत्रं स्वीकुर्मः चेत् अत्र केषाञ्चित् मनसि प्राप्तिः एव भवति, निषेधः नास्ति इति वयं स्वीकुर्मः चेत् प्राप्तिः एव नास्ति इति चेत् किं प्राप्यते? अर्थवान् भवेत् परन्तु धातुः नास्ति, प्रत्ययः नास्ति, प्रत्ययान्तः नास्ति, तदेव प्रातिपदिकसंज्ञा इति वक्तुं शक्यते. प्राप्तिः एव भवति चेत् प्राप्तिः भवति, सो निषेधः इति चेत् धातुः अथवा प्रत्ययः अथवा प्रत्ययान्तः अस्ति तस्य प्रातिपदिकसंज्ञा निषिध्यते. प्राप्तिः एव भवति, निषेधः नास्ति इति चेत् प्राप्तिः भवति, अर्थवान् कृते प्रातिपदिकसंज्ञा किम् अर्थवान् भवेत् इत्येव भवति, परन्तु धातुः नास्ति, प्रत्ययः नास्ति, प्रत्ययान्तः तस्य प्रातिपदिकसंज्ञा नास्ति, अर्थवान् भवेत् परन्तु धातुः अथवा प्रत्ययः अथवा प्रत्ययान्तः तस्य प्रातिपदिकसंज्ञा निषिध्यते इति नास्ति. प्राप्तिः एव स्वीकुर्मः चेत् निषेधं न सत्यं, प्राप्तिः इति वयं स्वीकुर्मः चेत् सम्यक् तथा अस्ति चेत् अस्मिन् सूत्रे शक्तिः न स्यात्. प्राप्तिः एव भवति, निषेधः नास्ति इति चेत् शक्तिः न स्यात्. प्राप्तिः अपि अस्ति, निषेधः अपि अस्ति, एवं नास्ति यत् अग्रे यत् उक्तम् एवं नास्ति. धातोः प्रातिपदिकसंज्ञा भवितुम् अर्हति, धातोः प्रातिपदिकसंज्ञा भवितुम् अर्हति केवलम् अनेन सूत्रेण न. ओ ओके, देन् इट्स् एवं नास्ति, केवलं धातोः प्रातिपदिकसंज्ञा भवितुम् अर्हति केवलम् अनेन सूत्रेण न इति एवं नास्ति. सो वाट् अग्रे यत् उक्तं तथैव एवं नास्ति, तथा एव एवं नास्ति यत् प्रत्ययं प्रातिपदिकसंज्ञा भवितुम् अर्हति केवलम् अनेन सूत्रेण. ओके, अर्थवत् अधातु अप्रत्ययप्रातिपदिकम् इति सूत्रेण प्राप्तिः एव भवति, अर्थवान् भवति, किन्तु धातु नास्ति, प्रत्ययः नास्ति, प्रत्ययान्तः नास्ति इति वयं स्वीकुर्मः चेत् तदेन शक्तिः न वाक्येन शक्तिः नास्ति. अपि च धातोः प्रातिपदिकसंज्ञा भवितुम् अर्हति केवलम् अनेन सूत्रेण इत्यपि नास्ति. अपि च प्रत्ययस्य प्रातिपदिकसंज्ञा भवितुम् अर्हति केवलम् अनेन सूत्रेण न इत्यपि नास्ति. अथवा प्रत्ययान्तस्य प्रातिपदिकसंज्ञा भवितुम् अर्हति केवलम् अनेन सूत्रेण न, त्रिभिः अपि प्रातिपदिकसंज्ञा निषिध्यते, त्रिभिः अपि प्रातिपदिकसंज्ञा निषिध्यते. कदापि तेषां प्रातिपदिकसंज्ञा न भवति. अर्थवान् धातुः अस्ति अस्ति चेदपि अनेन सूत्रेण इति न, अन्येन सूत्रेणापि तस्य प्रातिपदिकसंज्ञा न भवति. किमर्थम् इत्युक्ते निषेधः अनेन सूत्रेण एव उक्तम्. निषेधः अपि अस्ति, प्राप्तिः अपि अस्ति, निषेधः अपि अस्ति इति वयं स्वीकुर्मः चेत् ओके. तथैव ओके, अदादुः त्रिभिः अपि प्रातिपदिकसंज्ञा निषिध्यते. अदादुः इत्यस्य कथनेन पर्युदासः इति प्रतिषेधः. पर्युदासः ओके, अदादु इत्यस्य कथनेन पर्युदासः इति प्रतिषेधः. तथैव अप्रत्ययः अप्रत्ययान्तः अपि पर्युदासः इति प्रतिषेधः. अनेन शक्तिः आगच्छति यत् धातुः अस्ति चेत् प्रातिपदिकसंज्ञा न भवति, प्रत्ययः अस्ति चेत् प्रातिपदिकसंज्ञा न भवति, प्रत्ययान्तः अस्ति चेत् प्रातिपदिकसंज्ञा न भवति. केवलं धातुभिन्नस्य प्रत्ययभिन्नस्य प्रत्ययान्तभिन्नस्य च प्रातिपदिकसंज्ञा भवति. ओके, सो तदेव प्राप्तिः अपि अस्ति निषेधः अपि अस्ति इति वयं स्वीकुर्मः चेत् एव पर्युदासः इति प्रतिषेधः द्वारा देन् यत् धातुभिः भिन्नप्रत्ययभिन्न प्रत्ययान्तभिन्नस्य प्रातिपदिकसंज्ञा भवति इति आगच्छति. पर्युदासः इति स्वीकृत्य तद् अग्रे उक्तमस्ति, परन्तु पर्युदासः इति स्वीकृतः, पर्युदासप्रतिषेधः इति पश्यामः. तत् धन्यवादः भगिनि. अरुणा भगिनि, मया पत्रं न प्राप्तवती. ओ फो अस्तु, एकनिमिषम् अहं चाट् मध्ये स्थापयामि. इदानीम् उद्घाटयतु भगिनि, लिङ्क् आगच्छति वा? तत्र अन्तिमभागे अस्ति भगिनि, एतत् परिशिष्टम् इति. नै इत्यनेन षड्दार्थाः स्वीकृताः. अत्र वयं द्वयमेव पश्यामः, तत्रैव इतो भ्रमः जातः, परन्तु नै इत्यनेन षड् अर्थाः अस्ति, सदृशार्थे अपि नै उपयुज्यते. कुत्रचित् अभावार्थे, केवलम् अभावार्थे इति न, षड् अर्थाः प्रकीर्तिताः इति आसीत् रचिता. लिङ्क् क्लिक् न जातं वा? चाट् मध्ये प्राप्तं वा? अन्ते परिशिष्टम् इति अस्ति खलु, तत्र अर्थवत् धातु प्रातिपदि प्रत्ययप्रातिपदिकम् इति बोल्ड् मध्ये अस्ति, 1245 इत्यनेन. इत्यनेन कीदृशकार्यं विधीयते अपि च अर्थवत् न तस्मात् अनन्तरं वा कुत्र अस्ति? भगिन्या आलोचनक्रमे इति पठितवती, 1 2 3 4 फिफ्त् पाराग्राफ्. इत्यनेन यस्य प्रातिपदिकसंज्ञा अपेक्षिता. प्राप्तं वा भगिनि? प्रायः अविजया भगिनी पटेल् भवती पश्यति. पञ्चम भवति महोदय, अत्र भगिनी अरुणा भगिनी परिच्छेदः पञ्चम प्रायः सः तत्र परिशिष्टम् इति भागे अस्ति भगिनि अग्रे अर्थवत् धातु अप्रत्ययः प्रातिपदिक पदपदिकं तदेव पठनीयं भगिनि इत्यनेन अर्थवत् धातुः अप्रत्ययः प्रातिपदिकम् इत्यनेन यस्य प्रातिपदिकसंज्ञा अपेक्षिता तस्य विधिः यस्य च न भवेत् तस्य निषेधः नञ् इत्यनेन त्रयाणां व्यावृत्तिः अयं निषेधार्थं प्रतीतः गम्यः अधातुः अपत्ययः इति शब्दे निहितमस्ति शब्दस्य अर्थशक्त्या अयं बोधजायते अधातुः अप्रत्ययप्रातिपदिकसूत्रं वदति प्रातिपदिकसंज्ञा अपेक्षितमस्ति चेत् विधिः भवति न तु निषेधः तदेव भगिनि न न द्वयमपि प्रातिपदिकसंज्ञा अपेक्षिता तस्य विधिः यस्य किमस्ति यस्य च न भवेत् तस्य निषेधः द्वयमपि विधिः निषेधः द्वयमपि एकेन सूत्रेण नै इत्यनेन त्रयाणां व्यावृत्तिः त्रयः इत्युक्ते अधातुः अप्रत्ययः अप्रत्ययान्तः त्रयाणां व्यावृत्तिः निषेधः अयं निषेधार्थः प्रतीतः अधातु अप्रत्ययः इति शब्दे निहितम् अस्ति एते त्रयः अपि धातुः प्रत्ययः प्रत्ययान्तः अप्रबन्धः परन्तु धातोः प्रातिपदिकसंज्ञा भवति चेत् समस्या जायते अन् धातोः लङ्लकारे पद्मपुरुष एकवचने अहन् इति लोपस्य नकारलोपः भवति भविष्यति न लोपः प्रातिपदिकान्तस्य इति सूत्रेण प्रत्ययः अपि अर्थवत् अर्थवान् अतः तस्य प्रातिपदिकसंज्ञा निषेधः आवश्यकः प्रत्ययाः चतुर्विधाः सुक् तिङ् कृत् तद्धिता च प्रत्ययान्तानां प्रातिपदिकसंज्ञा भवति चेत् सुबन्तेभ्यः तिङन्तेभ्यः सुक् प्रत्ययविधानम् आरप्स्यते अतः अस्य सर्वस्य निवारणार्थं स्पष्टीकरणार्थं च येषां त्रयाणां प्रातिपदिकसंज्ञा निषेधः भवति अर्थवत् अधातुः अप्रत्ययः प्रातिपदिकम् इति सूत्रेण संज्ञाप्राप्तिः अपि अस्ति संज्ञानिषेधः अपि अस्ति न इत्यस्य कथनेन निषेधः च निषेधः द्विधाः अग्रे उच्यते ओके भगिनि सूत्रे त्रयः शब्दाः सन्ति धातुः प्रत्यय प्रत्ययान्तः ते सर्वे अर्थवन्तः भवति चेत् भवति परन्तु धातुः प्रातिपदिकसंज्ञा भवति चेत् विष्टरूपं न भवति उदाहरणम् अहं धातु लङ्लकारे प्रथमपुरुष एकवचने अहम् इति प्रत्यय अहम् इति रूपस्य नकारलोपः भवति न लोपः प्रातिपदिकान्तस्य इति सूत्रेण भवितुम् अर्हति भवति इति न प्रातिपदिकम् इति स्वीकुर्मः चेत् समीचीनं वा हन् इति धातुः अहन् इति रूपं नकारान्त प्रथमपुरुष एकवचनरूपं यदि तत्र अर्थवतधातु अप्रत्यय प्रातिपदिकम् इत्यनेन प्रातिपदिकसंज्ञा भवति चेत् धातोः प्रातिपदिकसंज्ञा अस्ति चेत् अहन् इत्यपि अर्थवान् एव अस्ति खलु तस्य नलोपः प्रातिपदिकान्तस्य इति सूत्रेण नकारलोपः भवति स्म परन्तु अत्र तु अधातुः इति उक्तं खलु अतः तस्य निवारणं तादृश प्रत्ययस्यापि प्रत्ययः सुप्रतिङ् कृत् तदित सर्वे अर्थवान् एव सन्ति खलु, तस्यापि प्रातिपदिकसंज्ञा भवति, भवितुम् अर्हति यदि अस्मिन् सूत्रे अप्रत्ययः इति न उक्तं चेत्। तादृशमेव सुबन्तेभ्यः तिक्तिङन्ते प्रातिप प्रत्ययान्तानाम् अपि एतत् सर्वं निवारणार्थम् अस्मिन् सूत्रे अधातुः अप्रत्ययः अप्रत्ययान्तः इति नै इत्यनेन निषेधः उक्तः इति। तत्र निषेधस्य विषये एव अस्माकं विषयः कः अत्र इत्युक्ते नै तत् अधातु अप्रत्ययः अप्रत्ययान्तः इति प्रसज्य वा पर्युदासः वा कथं निर्णयं कर्तव्यम्। उपरि एव तत् पर्युदासः इति उक्तः, कथं वा तस्य वयं निर्णयं कर्तुं शक्नुमः इत्येव अग्रे अस्ति। अद्य समयः जातः, एकनिमिषं, रेकार्डिङ्ग् स्टाप्ड्।